गुरुब्रह्मगुरुविष्णुगुरुदेवो महेश्वरगुरुसाक्षात् पर्ब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतमस्मि न्यायवर्गे अस्माकं प्रवर्तमानः विषयः अस्ति तत्र विभागः इति विभागः नाम तत्र अतिरिक्तगुणः अपि संयोगनाशकः इति अस्माकं लक्ष्यं तद् साधयितुम् इच्छामः तत्र केन मार्गेण इत्युक्ते तत्र अनुमानेन इति तत्र अस्माकं अनुमितिवाक्यमपि आसीत् विभागस्य तद् यदि स्मरणं नास्ति चेत् चिन्ता मास्तु अग्रे पश्यामः किन्तु तत्र एका समस्या आसीत् नाम तत्र अनुमिति अनुमानस्थले तत्र वयं जानीमः तत्र पक्षः अस्ति हेतुः अस्ति साध्यं यत् पक्षे अस्ति इति इच्छामः अस्ति इति निरूपयितुम् इच्छामः अपि तत्र दृष्टान्तः इति भवति नाम पक्षः हेतुः साध्यम् अपि तत्र दृष्टान्तः तत्र पक्षधर्मता ज्ञानं भवेत् पक्षधर्मता ज्ञानं नाम किं तत्र शोभगिनी वदति वा पक्षधर्मता ज्ञानम् इत्युक्ते पक्षधर्मता ज्ञानम् इति अस्तु पक्षे यः धर्मः वर्तते खलु इति खलु महोदय इत्युक्ते न पक्षधर्मता नाम हेतुः पक्षे अस्ति हेतुः पक्षे अस्ति इति पक्षधर्मता ज्ञानं अस्तु महोदय पक्षधर्मता हेतुः पक्षे भवेत् नो चेत् तत्र अनुमानं न भवति अतः प्रथमं ज्ञानं यत् अपेक्षितं पक्षधर्मता ज्ञानं हेतुः पक्षे अस्ति इति इदानीं तत्र द्वितीयज्ञानमपि अपेक्षितं तत्र नाम तत्र व्याप्तिः तत्र व्याप्तिः इत्युक्ते तत्र उषा भगिनी नाम यत्र यत्र हेतुः यत्र यत्र हेतुः तत्र साध्यम् इति हेतुसाध्ययोः व्याप्य व्यापकसम्बन्धः नाम तत्र कः व्याप्यः कः व्यापकः व्यापकः साध्यः व्याप्यः हेतुः अतः एव तत्र यत्र यत्र हेतुः तत्र तत्र साध्यं नाम तत्र हेतोः क्षेत्रं लघु वा बृहत् हेतोः क्षेत्रं लघु साध्यं क्षेत्रं बहु बृहत् नाम तत्र यत्र धूमः वर्तते तत्र अवश्यं तत्र वह्निः अस्ति किन्तु यत्र वह्निः अस्ति तत्र धूमः भवेत् इति तत्र नियमः नास्ति इति अतः तत्र व्याप्तिज्ञानमपि अपेक्षितं यत्र यत्र हेतुः तत्र तत्र साध्यं तर्हि पक्षधर्मताज्ञानम् अपि तत्र व्याप्तिज्ञानम् एतद् ज्ञानद्वयमस्ति चेत् तदा परामर्शः भवति परामर्शः कीदृशः तत्र पक्षधर्मताज्ञानम् इति तत्र तत्र हेतोः तत्र विशेषणं भवति तत्र शोभभगिनी तत्र हेतुः पक्षे अस्ति इति कृत्वा तत्र नाम तत्र पर्वते धूमः अस्ति इति कृत्वा तत्र पर्वतस्य तत्र विशेषणं किं भवति विशेषणम् अस्तु पर्वते धूमः पर्वतः धूमः अस्ति अतः पर्वतः कीदृशः पर्वतः धूमवान् पर्वतः धूमवान् पर्वतः इति भवति तर्हि धूमवान् पर्वतः इति पक्षधर्मता ज्ञानं सूचयति समीचीनं तर्हि पर्वतः धूमवान् इदानीं तत्र धूमः पुनः कीदृशः इति भवति तर्हि तत्र उषा भगिनी तर्हि तत्र तत्र धूमस्य विशेषणं किमस्ति धूमः पक्षे अस्ति इति न धूमः पक्षे अस्ति तत्र पक्षस्य विशेषणं नाम पर्वतः धूमवान् अथवा पक्षः हेतुमान् इति किन्तु हेतुः तत्र तत्र व्याप्यः अस्ति. कस्य कृते व्याप्यः? साध्यस्य. अत्र साध्यः, तत्र धूमः स्थले साध्यः किम् अस्ति? धूमः स्थले साध्यः वह्निः. सो वह्नि वह्निव्याप्य धूमः, धूम वह्निव्याप्य धूमः, वह्निव्याप्य धूमवान् पर्वतः इति भवति. समीचीनं. तर्हि वह्निव्याप्य धूमः नाम धूमः वह्निव्याप्यः अस्ति, अपि तादृशः वह्निः पर्वते अस्ति. तर्हि वह्निव्याप्य धूमवान् पर्वतः इति ज्ञाने तत्र पक्षधर्मताज्ञानमपि अस्ति, व्याप्तिज्ञानमपि अस्ति, तयोः मेलनमस्ति. एतस्य नामकरणमस्ति परामर्शः. अतः परामर्शेण अनुमानं जायते, नाम पर्वतः वह्निमान् इति. तर्हि साध्यव्याप्यहेतुमान् पक्षः इति परामर्शेण तत्र साध्यवान् पक्षः इति अनुमानं जायते, अनुमानज्ञानं जायते. तत्र अनुमिति स्थले तत्र व्याप्तिः या अस्ति, तत्र व्याप्तेः तत्र द्वैविध्यं नाम तत्र अन्वयव्याप्तिः अथवा व्यतिरेकव्याप्तिः. तत्र किं दृष्टवन्तः वयं? तत्र अन्वयस्थले यत्र यत्र हेतुः तत्र तत्र साध्यं. व्यतिरेकस्थले किं भवति? यत्र यत्र साध्य अभावः, यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः. अपि तत्र सर्वत्र वयं चिन्तितवन्तः तत्र दृष्टान्तः पक्षभिन्नस्थलं भवेत् इति आसीत्. अतः एव तत्र व्यतिरेकव्याप्तेः आवश्यकता आसीत्, व्यतिरेकदृष्टान्तः. एतत् सर्वं वयं पठितवन्तः. किन्तु इदानीं तत्र अस्मिन् मूल अनुमानवाक्ये नाम तत्र विभागस्य साधनार्थं यत् अनुमानवाक्यमस्ति, तत्र वयं किं दृष्टवन्तः? तत्र यत् उदाहरणं दत्तं पाकज रूपनाशः इति, तत्र दृष्टान्तः तत्र पक्षे एव अन्तर्भूतः अस्ति. दृष्टान्तः पक्षस्य एकभागः अस्ति, पक्षभिन्नस्थलं नास्ति. अतः वयं चिन्तितवन्तः तत्र एतत् कथं कार्यं कर्तुं शक्नोति, यदि तत्र पक्षभिन्नस्थले नास्ति चेत् तत्र व्याप्तिज्ञानं कथं वा साधयामः इति. अतः तत्र समस्या आसीत्. इदानीं तत्र तस्याः निवारणार्थं, समस्याः निवारणार्थं तत्र समाधानं तत्र किम् आसीत् इत्युक्ते, तत्र अनुमानस्य द्वैविध्यं वर्तते वस्तुतः. नाम अनुमानम् इति तस्य द्वैविध्यं, तत्र एकमस्ति पक्षता अवच्छेदकावच्छेदेन अनुमितिः, अथवा पक्षता समानादिकरण्येन समानादिकरण्य अवच्छेदेन अनुमितिः, एतादृशम् आसीत्. नाम तत्र यदि वयं पर्वतः धूम वह्निमान् पर्वते वह्निः अस्ति इति साधयितुम् इच्छामः, तत्र मूल उदाहरणं तत्र सरल उदाहरणं मनसि स्थापयितुम् इच्छामश्चेत् तत्र किमस्ति? अनेके पर्वताः सन्ति. यदि सर्वेषु पर्वतेषु कुत्रापि प्रत्येकस्मिन् पर्वते अपि वह्निः अस्ति इति साधयितुम् इच्छामश्चेत् तत्र पक्षतावच्छेदकेन इति भवति. यत्र केवलं केषुचित् पर्वतेषु वह्निः अस्ति इति साधयितुम् इच्छामश्चेत् तत्र सामानादिकरण्य अवच्छेदेन इति आगच्छति. तत्र तर्हि तत्र पक्षतावच्छेदक अवच्छेदेन इत्यत्र सर्वेषु पर्वतेषु, यत्र केवलं केषुचित् पर्वतेषु इति तत्र किं भवति? तत्र समानादिकरण्यम् इति तत्र पदम् आगच्छति तत्र. अतः तत्र एतत् एषः विषयः उद्घाटितः, किञ्चित् अपि पठितः अस्माभिः, इदानीं तत्र अग्रे सरामः. किन्तु तत्र परिच्छेदद्वयं यदि किञ्चित् पठामश्चेत् तत्र प्रायशः तत्र पुनस्मरणं भवति इति चिन्तयामि. हा, तर्हि तत्र इतः आरभ्य पठामः वा, पक्षतावच्छेद अवच्छेदकेन इत्य ततः. तर्हि तत्र नीता भगिनी नमस्कारः. नमो नमः. नमस्कारः. नमस्कारः. नमस्कारः. तर्हि तत्र शोभा भगिनी आरम्भं करोति वा? आं महोदय, करोमि. मम सङ्गणके दृष्ट्वा पठामि महोदय. तर्हि तत्र पक्षतावच्छेदेन तस्मात् पक्षता, क्षम्यतां महोदय, एकक्षणम्. परि तर्हि इति अस्ति खलु, तत्र तर्हि तदनन्तरं खलु किञ्चित् अग्रे गतवन्तः भगिनि. आं महोदय, तत्र पर्वतत्वे सर्वेषु इति तत्र स्थगितवन्तः इति चिन्तयामि. सत्यं भगिनि, अतः किञ्चित् तत्र परिच्छेदद्वयं त्रयम्, अतः शीघ्रं पठित्वा सरलरीत्या तत्र विवरणं दत्त्वा अग्रे सरामः. पक्षतावच्छेदकावच्छेदेन इत्यनेन सर्वस्मिन् पर्वते कस्मिंश्चित् भागे वह्निरस्ति. तत्र अतः तत्र सङ्गणके अन्वेषणं कृतवती महोदय, क्षमतां. तत्र किञ्चित् बृहत् करोमि. अस्तु, कस्मिंश्चित् भागे वह्निर् अस्ति इति साध्यानुमितिः उद्दिष्टा. पक्षतावच्छेदकम् इत्यनेन अत्र पर्वतत्वं येन रूपेण पक्षः तद्रूपं पक्षतावच्छेदकम् नाम पर्वतरूपपक्षस्य पर्वतत्वेन रूपेण पक्षत्वम् अस्ति इति अङ्गीक्रियते. अतः पर्वतः इति पदप्रयोगः क्रियते. अनेन पर्वतः पक्षः, पक्षता पर्वतनिष्ठा, पक्षतावच्छेदकं पर्वते भासमानः धर्मः पर्वतत्वम् इति. अस्तु, इदानीं तत्र पक्षता अवच्छेदक अवच्छेदेन इति, पक्षता अवच्छेदक अवच्छेदेन इति तत्र यत्र तत्र केवलं प्रथमभागः तस्य अर्थः कः इति उच्यते अत्र तावदेव. नाम इत्युक्ते आं महोदय, तत्र पक्षता अवच्छेदक अवच्छेदेन इति इत्युक्ते तत्र किं पर्वतत्व अवच्छेदेन वह्निः अनुमितिः इति दृष्टवन्तः तत्र. किन्तु सर्वस्मिन् पर्वते, हा, इत्युक्ते तत्र पक्षता एव अवच्छेदकः भवति इति. पक्षता अवच्छेदक अवच्छेदेन पक्षता एव अवच्छेदकः भवति चेत् तादृशेन अवच्छेदेन इति नामकरणम् अग्रे द्रक्ष्यामः. किन्तु पक्षतः अवच्छेदकः इत्यत्र सर्वेषु पर्वतेषु वह्निः अस्ति. तत्र सर्वेषु पर्वतेषु इति अस्ति वा अथवा सर्वस्मिन् पर्वते इति दत्तम्? प्रत्येकस्मिन् पर्वते अपि वह्निः अस्ति. तत्र एतदपि भवति वा महोदय, क्षम्यतां, तत्र एकस्मिन् पर्वते सर्वत्र वह्निः अस्ति इति अपि भवति? इति नास्ति. अतः अत्र उक्तं कस्मिंश्चित् भागे, अत्र उक्तं खलु भगिनि, सर्वस्मिन् पर्वते, तत्र न दृश्यते खलु, तत्र हा इदानीं दृश्यते. सर्वस्मिन् पर्वते कस्मिंश्चित् भागे वह्निरस्ति, सम्पूर्णतया अस्ति इति न इच्छामः. यदि वयं वदामः सर्वेषु तत्र एकः एव पर्वतः, तत्र एकः पर्वतः इति नास्ति भगिनि. इदानीं तत्र अनेके पर्वताः सन्ति इदानीम् इति चिन्तनं. तर्हि तत्र यदि वयं वदामः तत्र अस्माकं तत्र धूमः दृश्यते, इदानीं किं वयं किम् इच्छामः तत्र केषुचित् पर्वतेषु तत्र वह्निः अस्ति इति अस्माकम् अनुमानं वा अथवा सर्वेषु पर्वतेषु वह्निः अस्ति इति तत्र यतोहि तत्र एकवचने अस्ति इति कृत्वा प्रायशः भवान् उक्तवान् पूर्वमपि अस्तु महोदय तत्र कथं नाम सर्वस्मिन् पर्वते इति तत्र सर्वम् इति अत्र नाम तत्र सर्वेषु इति किन्तु तत्र प्रत्येकस्मिन् इति अर्थे इति चिन्तयतु अस्तु अस्तु तर्हि सर्वस्मिन् पर्वते कस्मिंश्चित् भागे वह्निरस्ति इति साधय किं साध्या अनुमितिः उद्दिष्टा तत्र साधनार्थम् इत्युक्ते कस्मिंश्चित् भागे वह्निरस्ति इति साध्या अनुमितिः उद्दिष्टा इत्युक्ते केवलं तत्र हा पक्षता एव अवच्छेदकः भवति चेत् पक्षता इति अवच्छेदकः भवति अतः तत्र सर्वत्र अस्ति इति साधयितुं न इच्छामः कस्मिंश्चित् भागे वह्निरस्ति इति साधयितुम् इच्छामः उद्दिष्टा इति नाम प्रत्येकस्मिन् पर्वते अपि वह्निः अस्ति नाम यदि शतपर्वताः सन्ति प्रत्येक सर्वेषु कुत्रचित् कुत्रचित् वह्निः अस्ति कुत्रचित् पर्वतः अस्ति यत्र वह्निः नास्ति कुत्रचित् नाम एकस्मिन् पर्वते तत्र हा एकस्मिन् पर्वते लघुभागे वह्निः अस्ति अन्यस्मिन् पर्वते तत्र बृहत् भागः बृहान् भागः अस्ति तत्र वह्निः अस्ति एतादृशं भवेत् किन्तु प्रत्येकस्मिन् पर्वते अपि वह्निः अस्ति एव इति अस्माकम् उद्देशः आमाम् आम् तर्हि पक्षता अवच्छेदकम् इत्यनेन अत्र पर्वतत्वं तत् दृष्टवन्तः पूर्वस्मिन् वर्गे पक्षता अवच्छेदकम् इत्यनेन तत्र इत्युक्ते पर्वतत्वमेव उद्दिष्टः पक्षता इति वदने तत्र पक्षता अवच्छेदकम् तदेव विवृतमस्ति येन रूपेण पक्षः तद्रूपं पक्षता अवच्छेदकं येन रूपेण पक्षः इत्युक्ते पर्वतः तद्रूपं पक्षता अवच्छेदकं तद्रूपं पक्षता अवच्छेदकमपि भवति इत्युक्ते तत्र पक्षः येन रूपेण तथा एव पक्षता अवच्छेदकम् इति भवति नाम पर्वतरूपपक्षस्य पर्वतत्वेन रूपेण पक्षत्वम् अस्ति इति अङ्गीक्रियते पर्वतरूपपक्षस्य इत्युक्ते पर्वत एव पक्षः तादृशस्य पर्वतत्वेन पर्वतत्वेन रूपेण पक्षत्वम् अस्ति इति नाम पक्षत्वं किं भवति पर्वतत्वम् एव पक्षत्वं भवति यतोहि पर्वतः एव पक्षः इति अङ्गीक्रियते अतः पर्वतः इति पदप्रयोगः क्रियते अनेन पर्वतः पक्षः पक्षता पर्वतनिष्ठा पक्षत अवच्छेदकं पर्वते भासमानः धर्मः पर्वतत्वम् तर्हि तत्र अन्ते पर्वतः पक्षः पक्षता पर्वतनिष्ठा भवति यतोहि पर्वतः एव पक्षः इत्यनेन पक्षता धर्म तस्मिन् अस्ति अतः पक्षता पर्वतनिष्ठा भवति पक्षता अवच्छेदकं पर्वते भासमानं धर्म पक्षता अवच्छेदकं नाम भगिनी नाम तत्र पर्वतः पक्षः खलु पर्वतः पक्षः तर्हि पक्षता कुत्र कुत्र वर्तते पक्षतत्वं कुत्र कुत्र अस्ति पक्षतत्वं पर्वते एव अस्ति पर्वते एव तर्हि पर्वतं विहाय अन्यत्र पक्षत्वं नास्ति पक्षता नास्ति अतः पक्षतायाः अवच्छेदकं किम् इत्युक्ते पर्वतत्वमेव तदेव तत्र सीमां रचयति पक्षता कुत्र अस्ति यत्र पर्वतत्वम् अस्ति तत्रैव पक्षता अस्ति यत्र पर्वतत्वं नास्ति तत्र पक्षता नास्ति अतः पक्षतायाः अवच्छेदकम् अस्ति पर्वतत्वम् तर्हि पर्वतः पक्षः पक्षता केवलं पर्वते अस्ति अतः पक्षता पर्वतनिष्ठा अपि पक्षता कुत्र भवितुमर्हति पक्षतायाः सीमां तत्र सीमा केन भवति तत्र पर्वतत्वेन भवति सीमा पक्षता कुत्र भवितुमर्हति इति कः वदति नाम पर्वतत्वं वदति अत्र पक्षता अस्ति अत्र पक्षता नास्ति इति खलु अतः पर्वतत्वं पक्षतायाः अवच्छेदकं भवति क्षम्यतां महोदय विस्मृतं किञ्चित् चिन्ता मास्तु भगिनि अतः एव एतत् पुनः पठामः इति चिन्तितवान् यतोहि तत्र मनसि आसीत् पुनः गच्छति पुनः गच्छति चिन्ता मास्तु भगिनि मम एतद् एतादृशं बहुवारम् अभवत् अतः चिन्ता मास्तु अतः तत्र पर्वतत्वम् अत्र तत्र पक्षतायाः अवच्छेदकं पक्षता अवच्छेदकं तस्य अवच्छेदेन इति इदानीं केवलं प्रथमभागः पक्षत अवच्छेदकं पक्षतायाः अवच्छेदकं किम् इत्युक्ते यदि पक्षः पर्वतः अस्ति तर्हि पक्षतायाः अवच्छेदकमस्ति पर्वतत्वम् यतोहि पर्वतत्वमेव सीमां रचयति अत्र पक्षता अस्ति बहिः पर्वतस्य बहिः पक्षता नास्ति इति वदति इति अतः पर्वतत्वमेव पक्षतायाः अवच्छेदकम् अस्तु इति अस्तु समीचीनं भगिनि हा अस्तु अग्रे धन्यवादः भगिनि अग्रे चन्द्रमती भगिनी अग्रे पठति वा तदा पक्षदावच्छेदक अवच्छेदे अवच्छेदेन इत्यस्मिन् अवच्छेदेन इति भागः अत्र अवच्छेद अतः एतावत् तत्र वयम् एतस्य भागस्य अर्थः कः इति दृष्टवन्तः खलु पक्षतावच्छेदकं नाम किम् इति दृष्टवन्तः तेन अवच्छेदेन इत्यत्र तस्य भागस्य अर्थः अग्रे दीयते पर्वतस्य बहिः पक्षता नास्ति इति एव अग्रे पश्यामः नाम तत्र एतावत् तत्र किम् अभवत् पर्वतत्वमेव पक्षतायाः अवच्छेदकं तर्हि अत्र एतस्य पदस्य अन्यरूपेण एतत् पदं किं वदति पर्वतत्वम् इति वदति तावदेव यतोहि पर्वतत्वमेव पक्षतायाः अवच्छेदकम् इति अग्रे पठतु भगिनि पश्यामः अनन्तरम् अत्र अवच्छेदनम् इति को अर्थः यथा आत्मनि ज्ञानं जायते इत्युच्यते आत्मनि ज्ञानं कुत्र जायते वस्तुतः आत्मा इति विभूपदार्थः सर्वत्र वर्तते तथा आकाशः सर्वत्र वर्तते यथा आकाशः सर्वत्र वर्तते तथा आत्मा अपि सर्वत्र किन्तु आत्मनः यः भागः शरीरे वर्तते तस्मिन् भागे एव ज्ञानं जायते तदर्थम् उच्यते यत् शरीर अवच्छेदेन आत्मनि ज्ञानं जायते तदवच्छेदकदेशः आत्मनि ज्ञानोत्पत्तौ यः अवच्छेदकः देशः अन्तर्भावेन आत्मनि ज्ञानं जायते अस्तु एकम् उदाहरणम् उक्त्वा कथं पर्वतत्वेन पक्षत्वं अवच्छेदकं भवति इति सः भागः दृष्टः इदानीं तदनन्तरम् अवच्छेदेन अवच्छेदनम् इत्युक्ते किम् इति अत्र विवृतम् अवच्छेदन इत्युक्ते सीमा भवति अवच्छेदक इत्युक्ते सीमा भवति इति अवच्छेदकः यः सीमां रचयति रचयति तत्र कस्य सीमां रचयति तदस्य अवच्छेद्यः अवच्छेद्यः तर्हि अवच्छेदनं नाम किम् इति अत्र उक्तं हा पठतु एकमेकम् अवच्छेदनम् अवच्छेदकं किम् इति एकम् उदाहरणं स्वीकृत्य आत्मनः उदाहरणं स्वीकृत्य वदति आत्मनि ज्ञानं जायते इत्युक्ते किम् अस्ति आत्मा इति विभूपदार्थः सर्वत्र व्याप्तः अस्ति अतः कथम् अत्र ज्ञानं जायते अत्र वदति आत्मा सर्वत्र वर्तते किन्तु एकस्मिन् अस्माकं शरीरे अपि आत्मनः एकस्य भागः शरीरे वर्तते अत्र कस्यापि ज्ञानं जायते इत्युक्ते तस्य आत्मनि एव ज्ञानं जायते तद् विभू आत्मनः एकः भागः अस्ति अस्माकं शरीरे अस्ति तत्र ज्ञानं जायते अतः शरीरम् अवच्छेदकं भवति इति अहं चिन्तयामि आत्मनः सत्यं भगिनि हा तदेव सत्यं भगिनि नाम हा यद्यपि आत्मा विभुपदार्थः अस्ति सर्वव्यापी सर्वव्यापी अस्ति किन्तु ज्ञानं केवलम् एकस्मिन् भागे नाम आत्मा तत्र आत्मनः शरीरं भवति तत्र तस्मिन् शरीरे शरीरदेशे एव तत्र ज्ञानम् उदेति इति चिन्तनं नो चेत् किं भवति तत्र अस्माकं मनसि तत्र सर्वेषां तत्र आत्मानां संयोगः वर्तते यतोहि तत्र विभुपदार्थः किम् अस्ति तत्र यत्किमपि मूर्तपदार्थः तेन संयोगः अस्ति एव तर्हि यदि तत्र ज्ञानं सर्वत्र भवति तदा किं यद् यः कोऽपि चिन्तयति तद् ज्ञानम् अस्माकं मनसि अपि भवति खलु किन्तु तादृशं नास्ति यत् अस्माकं चिन्तनम् अस्माकं मनसि एव अस्ति खलु अतः तत्र अस्य ज्ञानस्य सीमा अस्ति अतः अवच्छेदकम् अस्ति ज्ञानस्य अपि विभूपदार्थः अस्ति अत्र खडे आकाशः अस्ति खडः आकाशस्य अवच्छेदकं भवति एतादृशमेव हा सत्यं भगिनि हा सत्यं हा आकाशस्य अवच्छेदकं न तत्र ज्ञानस्य अवच्छेदकं ज्ञानम् आत्मनि सर्वत्र नास्ति आत्मनि एकस्मिन् भागे अस्ति कस्मिन् भागे शरीर भागे यत्र शरीरः अस्ति अतः शरीर अवच्छेदेन तर्हि शरीरदेशः एव तत्र अवच्छेदकः भवति नाम अतः एव आत्मा अनन्तरं ज्ञानम् इति उदाहरणं किन्तु आकाशः पटः इति उदाहरणं स्वीकरोति चेत् पटः इति अस्तु पटः आकाशस्य एकस्मिन् भागे अस्ति किन्तु पटः आकाशस्य अवच्छेदकः नास्ति आकाशः किन्तु भगिनि तत्र आकाशस्य अवच्छेदकः न वक्तुं शक्नुमः अत्र आकाशः अपि आत्मा विभुपदार्थाः खलु इदानीं तत्र ज्ञानम् आत्मनि कुत्र भवति इति प्रश्नः अस्तु अस्तु तर्हि ज्ञानस्य क्षेत्रं किं ज्ञानं सर्वत्र आत्मनि सर्वत्र भवति वा अथवा एकस्मिन् देशे भवति वा इति यथा वयं दृष्टवन्तः पूर्वमपि नाम कपिसंयोगः कपिः वृक्षस्य उपरि अस्ति कपिसंयोगः कुत्र अस्ति वृक्षे किन्तु सर्वत्र अस्ति वा सर्वत्र नास्ति केवलम् एका शाखाया अस्ति यस्याम् उपरि तत्र कपि अस्ति तत्रैव तत्र संयोगः वर्तते खलु तर्हि संयोगस्य अवच्छेदकः भवति तत्र शाखायाः देशम् अथवा शाखायाः देशः अथवा साक्षात् शाखा एव इति तादृशम् अत्र शरीरः अथवा शरीरस्य देशः तत्र अवच्छेदकः भवति कस्य ज्ञानस्य ज्ञानम् आत्मनि अस्ति यथा कपिः तत्र वृक्षे अस्ति तथैव ज्ञानम् आत्मनि अस्ति यथा कपिः वृक्षे सर्वत्र कपिसंयोगः अथवा कपिः वृक्षे सर्वत्र अस्ति इति न वदामः किन्तु वृक्षस्य शाखायाम् अस्ति शाखावच्छेदेन तत्र कपिः तत्र कपिः कुत्र अस्ति इति वदामः खलु तथैव अत्रापि तत्र ज्ञानस्य अवच्छेदकं भवति तत्र शरीरदेशः अस्तु अस्तु यथा कपिसंयोगस्थले शाखा अवच्छेदका भवति तथैव अत्र शरीरदेशः अत्र ज्ञानस्य अवच्छेदकः भवति अस्तु समीचीनम् अत्र अस्मिन् विषये कोऽपि प्रश्नः नो चेत् अग्रे सरामः तर्हि अस्तु इदानीम् अग्रे तत्र तृतीयपरिच्छेदः एतदपि एतत् सर्वं पूर्वं पठितमेव किन्तु पुनरेकवारं पठामः अस्तु उषा भगिनी अग्रे पठति वा अस्तु महोदय एवमेव वृक्षे कपिसंयोगः वृक्षे कपिसंयोगः कुत्र भवति शाखायाम् अस्ति तदर्थं शाखा अवच्छेदेन वृक्षे कपिसंयोगः जायते इति उच्यते वृक्षे कपिसंयोगसत्त्वे शाखा अवच्छेदकः देशः तथैव अत्रापि पक्षता अवच्छेदक अवच्छेदेन पर्वतत्व अवच्छेदेन इति नाम पर्वतत्वं कुत्र भवति निखिलपर्वतेषु तत्र सर्वत्रापि वह्निः अस्ति इति ज्ञानम् पर्वते कुत्र इह पर्वते नितम्बे हुताशनः न शिखरे निदम्बः इत्यनेन पर्वतस्य कूलं प्रवणः वा मध्यदेशः वा हुताशनः इत्युक्ते वह्निः निदम्बदेश अवच्छेदेन पर्वते हुताशनः वह्निः वर्तते न तु शिखरे शिखरावच्छेदेन नास्ति पर्वतस्य सर्वोपरितने भागे शिखरे वह्निः न भवति वृक्षाणाम् अभावात् पर्वतस्य मध्यदेशे यत्र वृक्षाः सन्ति शुष्कतृणानि भवन्ति तत्र वह्नि उत्पत्तिः भवति मध्यदेश अवच्छेदेन अस्तु पूर्वमपि वयं लैक् आत्मा इत्यस्य कृते हृद्देशे एव यत्र ज्ञानं जायते तत्र तदेव अवच्छेदकः इति वयं वदामः इदानीमपि यत्र कपिसंयोगः वर्तते तत् शाखा एव अवच्छेदकरूपेण अस्ति इति शाखा अवच्छेदेन वृक्षे कपिसंयोगः जायते इति उच्यते शाखा अवच्छेदेन वृक्षे कपिसंयोगः जायते वृक्षे कपिसंयोगसत्त्वे शाखा अवच्छेदकः देशः कपिसंयोगः अस्ति इत्यनेन शाखा अवच्छेदकदेश शाखा इति अवच्छेदकः देशः इति तथैव अत्रापि पक्षत अवच्छेदक अवच्छेदेन इति पक्षता अवच्छेदक इति पूर्वं वयं दृष्टवन्तः पर्वतत्वम् इति सो पक्षता अवच्छेदक अवच्छेदेन इत्युक्ते पर्वतत्व अवच्छेदेन इति अस्ति नाम पर्वतत्वं कुत्र भवति निखिलपर्वतेषु अस्ति पर्वतत्वम् इति पक्ष पर्वतस्य धर्मः भवति निखिलपर्वतेषु तत् पर्वतत्वं वर्तते तत्र सर्वत्रापि वह्निः अस्ति इति ज्ञानम् ओके तत्र सर्वत्र वह्निः अस्ति इति वदामः पर्वते कुत्र लैक् वृक्षे कपिसंयोगः इति चेत् वृक्षे सर्वत्र नास्ति कपालयोगः, वृक्षे एकदेशः एव एकस्य देश शाखायाम् एकशाखायाम् एव एका शाखायाम् एव अस्ति इत्यनेन पर्वते कुत्र इति चेत् इह पर्वते नितम्बे हुताशनः न शिखरे इति वदामः चेत् नितम्बः इत्यनेन पर्वतस्य कूलं प्रवणः वा मध्यदेशः, कूलं प्रवणः इत्युक्ते मध्यदेशः इति खलु महोदय? हुताशनः इत्युक्ते वह्निः. नितम्बदेश अवच्छेदेन पर्वते हुताशनः अस्ति इति चेत् मध्यदेशे वह्निः अस्ति इति, वह्निः वर्तते इति. न तु शिखरे, शिखर अवच्छेदेन नास्ति इति चेत् शिखरे वह्निः नास्ति इति, शिखर अवच्छेदेन नास्ति इति. पर्वतस्य सर्वोपरितने भागे शिखरे वह्निः न भवति वृक्षाणाम् अभावात्. पर्वतस्य मध्यदेशे यत्र वृक्षाः सन्ति, शुष्कतृणानि भवन्ति, तत्र वह्नि उत्पत्तिः भवति. मध्यदेश अवच्छेदम् इति वदामः, मध्यदेश अवच्छेदेन वह्निः वर्तते इति. हा, वह्निः पर्वते वर्तते, वर्तते इति. मध्यदेश अवच्छेदेन वह्निः पर्वते वर्तते. यथा शाखा अवच्छेदेन कपिसंयोगः वर्तते, तथैव मध्यदेश अवच्छेदेन वह्निः पर्वते वर्तते भवितुम् अर्हति. हा, अस्तु, समीचीनं भगिनि. हा, धन्यवादः. अस्तु अग्रे नीता भगिनी. हा, धन्यवादः. इदानीं तत्र अवगतमिति मन्ये सर्वेषां कृते, नाम तत्र पक्षत अवच्छेदक अवच्छेदेन इति इत्यत्र पक्षत अवच्छेदकं नाम तत्र अस्मिन् उदाहरणे पर्वतत्वम् इति भवति. तर्हि पक्षतावच्छेदक अवच्छेदेन इत्युक्ते पर्वतत्व अवच्छेदेन. किन्तु पर्वतत्व अवच्छेदन इति वदामः, किन्तु पर्वते सर्वत्र वह्निः न भवति तत्र. अतः नूतन उदाहरणं नाम एकः एव पर्वतः, तत्र कुत्र भवति वह्निः इत्युक्ते केवलं मध्यदेशे भवति. अतः मध्यदेश अवच्छेदेन वह्निः पर्वते अस्ति. यथा कपिसंयोगः तत्र मध्य तत्र शाखा अवच्छेदेन कपिसंयोगः वृक्षे भवति. अस्तु अग्रे, तर्हि तत्र नेता भगिनी अग्रे. तर्हि पक्षता अवच्छेदक अवच्छेदेन साध्यम् इति स्थले पर्वतत्व अवच्छेदेन वह्निः अनुमतिः अनुमितिः. अत्र केन सम्बन्धेन वह्निः साध्यते पर्वते? संयोगसम्बन्धेन साध्यते. तत्र च वह्ने प्रतियोगिकः संयोगः, वह्ने प्रतियोगिकसंयोगे पक्षः वह्ने प्रतियोगिकसंयोगे पक्षः पर्वतः, पक्षतावच्छेदकं पर्वतत्वं, तादृशपक्षता अवच्छेदकव्यापकत्वं संयोगे भासते. तथा च पर्वतत्वव्यापक वह्निप्रतियोगिकसंयोगः इति सम्बन्धः. एतादृशप्रसङ्गे च प्रतियोगी इत्युक्तौ आधेयः, अनुयोगी इत्युक्तौ आधारः, अधिकरणम्. अत्र च व्याप्यव्यापकभावः, पर्वतत्वं व्याप्यं, संयोगः व्यापकः, यथा धूमः वह्नि च. धूमः व्याप्यः, वह्निः व्यापकः, व्याप्ये इति व्याप्ये सति व्यापकः, व्याप्ये सति व्यापकः सन्. अतः धूमः अस्ति चेत् वह्नि आवश्यकम् अस्ति. एवमेव पर्वतत्वव्यापक वह्निप्रतियोगिकसंयोगः इत्यस्मिन् पर्वतत्वं व्याप्यं, संयोगः व्यापकः. पर्वतत्वं सर्वेषु पर्वतेषु, किन्तु पर्वतेषु एव हा पर्वतत्वं सर्वेषु पर्वतेषु किन्तु पर्वतेषु एव किन्तु पर्वतेषु एव वह्निः एवः इति नास्ति भगिनि नाम किन्तु सर्वेषु पर्वतेषु पर्वतत्वं किन्तु केवलं पर्वतेषु अतः पर्वतेषु एव केवलम् इति अर्थे एव इति नाम केवलं पर्वतेषु एव इत्युक्ते केवलं पर्वतेषु पर्वतत्वं केवलं पर्वतेषु एव भवति सर्वेषु पर्वतेषु साधयितुम् इच्छा वह्निः सर्वेषु पर्वतेषु साधयितुम् इच्छा इति चेत् वह्निसंयोगः अपि सर्वेषु पर्वतेषु किन्तु वह्निसंयोगः महानस्य अपि अस्ति अन्यत्र च बहुत्र अस्ति तत्र एषः तत्र दीर्घपरिच्छेदः किन्तु तत्र विवरणात् प्राक् तत्र किञ्चित् पुनर्स्मरणं कुर्मः नाम तत्र अनुयोगी प्रतियोगी तत्र अभावस्थले वयं जानीमः खलु नीता भगिनी तत्र घटः इति प्रतियोगी भवति चेत् तत्र अनियोगी भवति अभावः घट अभावः अभावः अनियोगी इति भवति तथैव अत्र तत्र किम् अस्ति यत्र तत्र संयोगः वा किमपि अस्ति नाम अधिकरणम् अस्ति आदेयः अस्ति तदा तत्र आदेयः भवति प्रतियोगी अनियोगी भवति अधिकरणम् तर्हि तत्र प्रतियोगी अनियोगी इति कुत्रापि न्यायशास्त्रे पठामश्चेत् सर्वत्र अभावः इति विषयः नास्ति सर्वत्र कुत्रचित् अधिकरणम् आदेयः अपि विषयः भवितुम् अर्हति प्रतियोगी अनियोगी इति विषये अतः अत्र तादृशं भवति नाम तत्र प्रतियोगी अनियोगी इति भवति तत्र वह्निः पर्वते अस्ति इति चिन्तयामः तर्हि तत्र अधिकरणं किं भवति वह्निः पर्वते अस्ति पर्वतः तत्र अधिकरणमस्ति अपि आदेयः आदेयः वह्निः अस्ति वह्निः अस्ति तर्हि यदि एतादृशी शैली भवति विवरणस्य नाम प्रतियोगी अनियोगी इति शैली भवति चेत् तर्हि तत्र वह्निः पर्वते अस्ति इत्यत्र कः प्रतियोगी कः अनियोगी भवति तदा वह्निः पर्वते अस्ति तदा प्रतियोगी वह्निः भवेत् पर्वतः अनियोगी तावदेव एतत् मनसि अस्ति चेत् अग्रे प्रतियोगी आगच्छति चेत् वयं जानीमः अस्तु नाम आदेयः वह्निः एव प्रतियोगी पर्वतः अनियोगी भवति इति अपि अन्यः तत्र धूमः अपि वह्निः तत्र धूमः व्याप्यः वह्निः व्यापकः धूमः व्याप्यः भवति वह्निः व्यापकः भवति व्यापकः धूमस्य क्षेत्रं न्यूनं वह्नेः क्षेत्रं बृहत् अस्ति यत्र धूमः अस्ति तत्र वह्निः निश्चयेन भवति किन्तु यत्र वह्निः अस्ति तत्र धूमः भवति इति नियमः नास्ति नाम तत्र वयं जानीमः कुत्रचित् वयं वह्निं पश्यामः किन्तु तत्र धूमः नास्ति तादृशमपि भवति अतः तत्र व्यापकः यः अस्ति तस्य क्षेत्रं बृहत् अस्ति व्याप्यः यः अस्ति तस्य क्षेत्रं न्यूनम् अस्ति अन्तर्भूतम् अस्ति व्यापकस्य क्षेत्रस्य अन्तर्भागे अस्ति व्याप्यस्य क्षेत्रम् अस्तु इदानीं पठतु भगिनि इदानीम् एकमेकं तर्हि पक्षता अवच्छेदेन साध्यम् इति स्थले द्वयोः विभागः वयं दृष्टवन्तः एकं तत् पक्षता अवच्छेदक अवच्छेद तत् तेन प्रथमं यत् अनुमानं वयं दृष्टवन्तः प्रथमविधम् अनुमानमस्ति अस्माकं पक्षता अवच्छेदक अवच्छेद पक्षता अवच्छेदक अवच्छेदेन साध्यम् इति स्थले पर्वतत्व अवच्छेदेन वह्निः अनुमिति तत्र तत् तत्र पर्वत पक्षता तत्र पक्षतायाः अवच्छेदकं तत्र तत्र पर्वतत्वम् इति अस्ति अवच्छेद्यः इत्युक्ते तत्र अवच्छेदकः अवच्छेदक यः सीमां रचयति तत् अवच्छेद्य पक्षतायाः अवच्छेदकं पर्वतं पर्वतत्वम् इति अवच्छेदकरूपेण आगच्छति पक्षता एव अवच्छेद्या अस्ति पक्षता अवच्छेद्या अवच्छेद इति पर्वतत्वम् इति अवच्छेदकं पर्वतत्वम् इति अत्र केन सम्बन्धेन वह्निः साध्यते पर्वते संयोगसम्बन्धेन साध्यते तत्र संयोगसम्बन्धः अस्ति तेन वह्निः पर्वते अस्ति इति वयं साधयितुं शक्नुमः नाम यत्र कुत्रापि न्यायशास्त्रे कोऽपि वदति एकः अन्यस्मिन् अस्ति नाम वह्निः पर्वते अस्ति इति कोऽपि वदति चेत् केन सम्बन्धेन इति तत्र सर्वदा सम्बन्धस्य प्रामुख्यत्वम् अस्ति नाम केन सम्बन्धेन इति ज्ञातव्यम् अतः अत्रापि केन सम्बन्धेन इति प्रश्नः तत्र च वह्निः प्रतियोगिकः संयोगः वह्निः प्रतियोगिकः संयोगः इत्युक्ते संयोगे वह्निः प्रतियोगिरूपेण आगच्छति तादृशसंयोगः नाम संयोगः द्विनिष्ठः अस्ति नाम तत्र वह्निः पर्वते अस्ति चेत् तयोः तत्र कयोः संयोगः तर्हि तत्र वह्निः पर्वते अस्ति चेत् वह्निः पर्वतद्वयोः संयोगः संयोगः तर्हि संयोगः वह्निः वह्नः अपि अस्ति पर्वते अपि अस्ति किन्तु अत्र आधेय अधिकरणम् आधेयः इति दृश्यते अधिकरणमपि दृश्यते नाम वयं तत्र पर्वतः वह्नौ अस्ति इति न वक्तुमिच्छामः खलु केवलं वह्निः पर्वते अतः तत्र आधेयः निश्चितः अस्ति अधिकरणमपि निश्चितम् अस्ति अतः तत्र अस्मिन् उदाहरणे तत्र संयोगः संयोगे वह्नि एव प्रतियोगिरूपेण आगच्छति समीचीनं वह्निः प्रतियोगिकसंयोगे पक्षः पर्वतः एतादृशः यस्मिन् वह्निः प्रतियोगिरूपेण आगच्छति एतादृशः संयोगः तत्र एतादृश तत्र संयोगे पक्षः पर्वत इति पक्षरूपेण आगच्छति पर्वत पक्षता अवच्छेदकं पर्वतत्वं पर्वतः इति पक्षः तत्र पक्षता पर्वतनिष्ठा पक्षता पर्वते अस्ति अतः पक्षता अवच्छेदकं यत् अस्ति तत् पर्वतत्वं धर्म धर्म पर्वतत्वं तद्धर्म पर्वतत्वं पक्षता अवच्छेदकं भवति तादृश पक्षता अवच्छेदकव्यापकत्वं संयोगे भासते तादृश व्यापकत्वं नाम तादृश इति अस्ति तदनन्तरं पक्षता अवच्छेदकम् इति अस्ति पक्षतावच्छेदकं नाम किम् अस्ति पक्षतावच्छेदकं नाम अत्र पर्वतत्वं पर्वतत्वं तर्हि अत्र तादृश इति अस्ति खलु तर्हि तत्र तादृश तदनन्तरं पक्षतावच्छेदकं नाम पर्वतत्वम् इति योजयामः तर्हि तादृश पर्वतत्वमापकत्वं संयोगे भासते तर्हि तादृश पर्वतत्वव्यापकत्वं संयोगे भासते एकवारं तत्र तादृश इति तत्र भवति किन्तु तद् सरलतया सरलमेव अस्ति तादृश पर्वतत्वव्यापकत्वम् व्यापकत्वं नाम व्यापकत्वं संयोगे इति उक्तं तर्हि संयोगे किम् अस्ति व्यापकत्वम् अस्ति खलु संयोगे विशिष्टव्यापकत्वम् अस्ति खलु इति उक्तं तत्र तत् कथम् इति अग्रे प्रदर्श्यते किन्तु एतावत् किम् अवगन्तव्यं संयोगे व्यापकत्वम् अस्ति. व्यापकत्वम् इत्युक्ते तत्र पर्वतत्वं न न व्यापकत्वम् इति पर्वतत्वं नास्ति. न न न अतः एव पर्वतत्वव्यापकत्वं संयोगे अस्ति इति उक्तं. तर्हि संयोगे व्यापकत्वम् अस्ति. संयोगे व्यापकत्वम् अस्ति नाम किं? संयोगः नाम पुस्तके पुस्तकत्वम् अस्ति. तथैव संयोगे व्यापकत्वम् अस्ति चेत् संयोगः व्यापकः खलु. अतः अत्र किम् उक्तं? संयोगः व्यापकः अस्ति. संयोगः व्यापकः व्यापकः अस्ति संयोगः. संयोगः व्यापकः यत्र अस्ति तत्र यदि कोऽपि वदति एषः व्यापकः तदा अस्माकं मनसि किम् इच्छा आगच्छति? तस्य क्षेत्रं बृहत् अस्ति यदा अपि अपि व्यापकः उक्तम् उक्तः किन्तु अस्माकं मनसि प्रश्नः उदेति किं व्याप्यः कः इति व्याप्यः कः इति. अतः अत्र अत्र अग्रे पश्यामः तत्र व्याप्यः भवति पर्वतत्वम् एव व्याप्यः भवति. यतः तत्र अनुमानवाक्ये साध्यव्याप्य हेतुः इति खलु. साध्यव्याप्यहेतुः तत्र हेतुः व्याप्यः आसीत्. साध्यः व्यापकः आसीत् खलु. हेतुः साध्यव्याप्य हेतुः इति साध्यव्याप्यहेतुः हेतुः व्याप्यः अस्ति. व्यापकः कः? साध्यः खलु. हेतोः विवरणं किमस्ति? साध्यव्याप्यः. साध्यस्य व्याप्यः अस्ति हेतुः. यदि वयं साध्यस्य विवरणं दातुम् इच्छामः तदा किं वदामः? हेतोः व्यापकः साध्यः. हेतुव्यापकः साध्यः अथवा साध्यव्याप्यः हेतुः इति. एतत् पुनः एकवारं वदति वा कृपया किञ्चित् क्रमः? नाम वयम् आरम्भे दृष्टवन्तः खलु नाम अनुमानस्थले पर्वतः हेतुमान् नाम धूमवान् हेतुः पर्वते अस्ति. पर्वतः धूमवान् अपि धूमः कीदृशः? तत्र यत्र यत्र धूमः तत्र तत्र वह्निः नाम तत्र धूमः व्याप्यः वह्निः व्यापकः. अतः वह्निव्याप्यधूमः पर्वते अस्ति. अतः वह्निव्याप्यधूमः नाम साध्यव्याप्यहेतुः इति आसीत्. तत्र हेतुः कीदृशः? साध्यस्य व्याप्यः अस्ति एषः हेतुः इति अर्थः खलु. अतः अतः तत्र हेतुः व्याप्यः भवति. तत्र प्रश्नः व्यापकः कः? साध्यः एव व्यापकः. अतः एव तत्र साध्यव्याप्यहेतुः इति उक्तम्. साध्यव्याप्यहेतुः तत्र हेतुः व्याप्यः व्यापकः कः? साध्यः. इदानीं विपरीततया वदामश्चेत् किं वाक्यं भवति तदा? विपरीततया वदामः चेत् हेतुः हेतुव्याप्य साध्यम् इति. हेतुव्यापकसाध्यः हेतुव्यापकसाध्यं साध्यः खलु. यतोहि साध्यः व्यापकः अस्ति. कस्य कृते? हेतोः कृते. अस्तु अतः हेतुव्यापकः साध्यः इति भवति. समीचीनं वा? अस्तु. हेतुव्यापकः साध्यः अथवा साध्यव्याप्य हेतुः? तथैव अत्र पर्वतत्वव्यापकः संयोगः इति अस्ति. पर्वतत्वव्यापकः संयोगः. तर्हि संयोगः व्याप्यः अस्ति वा व्यापकः अस्ति वा संयोगः? तत्त्वव्यापकसंयोगः. तर्हि संयोगः व्यापकः वा व्याप्यः वा? पर्वतत्वेन व्यापकः संयोगः संयोगः व्यापकः अपि व्याप्यः कः अथवा व्याप्यं किं पर्वतत्वम् इति अस्ति भगिनि अस्तु अग्रे किमर्थम् इति अग्रे दत्तं किन्तु किं वक्तुम् इच्छन्ति इति एतावत् अवगतं खलु तर्हि तत्र अस्य वाक्यस्य अर्थः अस्ति तत्र संयोगः व्यापकः अस्ति पक्षतत्वं नाम पर्वतत्वस्य कृते पर्वतत्वं व्यापकः पर्वतत्वं व्याप्य संयोगः व्यापकः अस्तु अग्रे पठतु तथा च पर्वतत्व व्यापक वह्नि प्रतियोगिकसंयोगः संयोगः कः पर्वतत्वव्यापकः इति संयोगः वह्नि प्रतियोगिकसंयोगः इदानीं तत्र किं तत्र सम्बन्धः इति उक्तं तत्र सम्बन्धः कः संयोगः इति पूर्वमपि आसीत् संयोगः एव सम्बन्धः किन्तु इदानीम् अत्र किं दत्तं तत्र पदद्वयम् अत्र अस्ति संयोगात् प्राक् किम् अस्ति तयोः संयोगं विशेषणद्वयं विशेषणद्वयम् उत्तमं पर्वतत्वव्यापकः इति एकः विशेषणपदं संयोगस्य कृते द्वितीयं पदमस्ति वह्नि प्रतियोगिकः यस्य यस्मिन् संयोगे वह्निः प्रतियोगिरूपेण अस्ति अपि यस्मिन् संयोगे पर्वतत्वं व्याप्यः अस्ति पर्वतत्वं व्याप्यमस्ति तादृशसंयोगः अत्र सम्बन्धः भवति तत्र वह्नि प्रतियोगिरूपेण आगच्छति अस्मिन् संयोगे इति जानीमः यतोहि तत्र वह्नि एव तत्र आदेयः अस्ति किन्तु पर्वतत्वं किमर्थं व्याप्यम् अस्ति इति एतावत् न दृष्टवन्तः अग्रे तस्य उत्तरं भवति एतादृशप्रसङ्गे च प्रतियोगी इत्युक्ते आधेयः प्रतियोगी इत्युक्ते आधेयः अनुयोगी इत्युक्ते अधिकः एतादृशप्रसङ्गे प्रतियोगी अस्ति आधेयः अनुयोगी भवति अधिकरणम् यत्र यथा एतस्मिन् उदाहरणे वह्नि भवति आधेय पर्वतः भवति अधिकरणम् इति अत्र च व्याप्यव्यापकभावः अत्र च व्याप्यव्यापकभावः पर्वतत्वव्याप्यं संयोगः व्यापकः यथा धूमः वह्ने च धूमः व्याप्यः वह्निः व्यापकः व्याप्ये सति इति व्यापकः सन् अतः धूमः अस्ति चेत् वह्नि अवश्यमस्ति अधुना तत्र आधेय अधिकरणं प्रतियोगी आधेयप्रतियोगी अधिकरणम् अनुयोगी एतत् सर्वं वह्निपर्वतप्रसङ्गे वयं दृष्टवन्तः अधुना तत्र व्याप्यव्यापकभावस्य चिन्तनम् उदाहरणं तत्र व्याप्यव्यापकभावः धूमवह्नि इति उदाहरणम् अत्र स्वीकृत्य तत्र धूमः तत्र तस्य क्षेत्रं न्यूनम् अतः व्याप्यः भवति वह्निः क्षेत्रं व्यापक अतः वह्निः व्यापकः भवति वह्निः व्याप्ये सति तत्सति सप्तमी प्रयोगेण व्याप्ये सति इति व्यापकः सन् अतः धूमः अस्ति चेत् वह्नि अवश्यम् अस्ति इति दत्तमस्ति धूमः व्याप्यरूपेण वह्नि व्यापकरूपेण इति दत्तम् एवमेव पर्वतत्वव्यापक वह्नि प्रतियोगिकसंयोगः इत्यस्मिन् तत् विशेषणद्वयं यत् वयं दृष्टवन्तः तत्र पर्वतत्वं व्याप्यं भवति संयोगः व्यापकः भवति तत्र विशेषणद्वयं तत्र तेषा तयोः योजना अत्र व्याप्यव्यापक सः तत्र दृश्यते तत्र पर्वतत्वम् इति व्याप्यं पर्वतत्वं व्याप्यम् इत्युक्ते तत्र पर्वतत्वं व्याप्यं संयोगः व्यापकः संयोगः व्यापकः भवति तत् पर्वतत्वं संयोगे अस्ति इति अतः न पर्वतत्वं संयोगे अस्ति इति न यत्र यत्र पर्वतत्वं तत्र तत्र संयोगः इति ओहो अस्तु खलु नाम यत्र यत्र धूमः तत्र तत्र वह्निः तथैव व्याप्यं यत्र अस्ति तत्र व्यापकः अस्ति एव इति खलु अस्तु अस्तु हा हा अस्तु यत्र यत्र व्याप्यं तत्र व्यापकः हा अतः यत्र यत्र पर्वतत्वं तत्र तत्र संयोगः इति अर्थः यदि वयं वदामः तत्र व्यापकः अस्ति इति हा तर्हि अग्रे पर्वतत्वं सर्वेषु पर्वतेषु किन्तु पर्वतेषु एव पर्वतेषु पर्वतत्वम् अस्ति परन्तु सर्वेषु पर्वतेषु एव पर्वतत्वम् अस्ति इति अर्थः नाम तत्र तत्र प्रकोष्ठे वा तत्र अन्यत्र सरोवरे वा तत्र पर्वतत्वं नास्ति खलु महानसे तत्र महानसे तत्र पर्वतत्वम् अस्ति वा नास्ति वह्निः सर्वेषु पर्वतेषु साधयितुम् इच्छा इति चेत् वह्निः संयोगमपि सर्वेषु पर्वतेषु हा यदि सर्वेषु पर्वतेषु वह्निः अस्ति इति साधयितुं वयम् इच्छामः तदा तत्र वह्निः संयोगः अपि सर्वेषु पर्वतेषु सर्वेषु पर्वतेषु वर्तते इति वह्निः भवति एव इति खलु तत् वह्निः संयोगः नाम तत्र प्रत्येकस्मिन् पर्वते अपि वह्निः अस्ति इति इच्छा तदा तर्हि वह्निसंयोगः अपि प्रत्येकस्मिन् पर्वते अस्ति कुत्रचित् अस्ति तत्र मध्यदेशे वा तत्र मध्यदेशस्य एकभागे वा किन्तु कुत्रचित् अस्ति एव इति अस्ति इति अस्माकं चिन्तनम् अतः यत्र यत्र पर्वतत्वं तत्र तत्र वह्निसंयोगः निश्चयेन अस्ति खलु पूर्वस्मिन् उदाहरणे वृक्षः कपिसंयोगः शाखायाम् अस्ति तथैव तत्र मध्यदेशे अपि तत्र भवेत् एव कुत्रचित् किन्तु हा किन्तु शतपर्वताः सन्ति चेत् प्रत्येकस्मिन् पर्वते पर्वतत्वम् अस्ति अपि वह्निसंयोगः अपि अस्ति इति अस्माकं चिन्तनम् किन्तु महानस्य अपि अस्ति अन्यत्र च बहु तत्र वह्निप्रतियोगिकसंयोगः इति एव उक्तम् अतः तत्र किम् अभवत् यस्मिन् संयोगे वह्निः प्रतियोगिरूपेण आगच्छति इति उक्तं खलु वह्निप्रतियोगिकसंयोगः नाम यस्मिन् प्रतियोगिरूपेण तर्हि तत्र प्रतियोगी नाम अधिकरणं वा आदेयः वा तदा प्रतियोगी इत्युक्ते आदेयः भवति तर्हि अत्र अधिकरणं न उक्तं खलु वह्निप्रतियोगिकसंयोगः इत्यत्र अनियोगी न उक्तं नाम अधिकरणं न उक्तं केवलं वह्निसंयोगः इति एव उक्तं तर्हि वह्निसंयोगः पर्वते एव इति न उक्तं खलु अतः अतः एव वह्निप्रतियोगिकसंयोगः महानसे अपि भवितुम् अर्हति न केवलं पर्वते न केवलं पर्वते अतः एव तत्र संयोगः कीदृश वह्निप्रतियोगिकसंयोगः अनियोगी न उक्तम् आमाम् अतः एव तत्र तत्र संयोगः व्यापकः भवति इदानीं स्पष्टं वा नाम तत्र संयोगस्य विशेषणद्वयं वह्निप्रतियोगिकसंयोगः अपि पर्वतत्वव्यापकसंयोगः अतः अत्र किं जातं तत्र पर्वतत्वम् इति यदस्ति संयोगः इति यदस्ति संयोगः वह्निप्रतियोगिकसंयोगः तयोः मध्ये व्याप्तिः अस्ति खलु इति एतावत् वयम् अवगतवन्तः अस्तु समीचीनं धन्यवादः भगिनि दीर्घपरिचयः आसीत् धन्यवादः अस्तु अग्रे शोभा भगिनि महोदय अद्य अहं शृणोमि महोदय, क्षम्यताम्। अस्तु भगिनि, अस्तु अस्तु अस्तु भगिनि, अस्तु। तर्हि उषा भगिनी अग्रे। आहत्य पक्षता अवच्छेदक अवच्छेदेन अनुमितिः इत्यत्र पक्षता अवच्छेदकव्यापकत्वं साध्यांशे अथवा साध्यप्रतियोगिक संसर्गांशे वा भासते। पुनरेकवारं पठामि। आहत्य पक्षता अवच्छेदक अवच्छेदेन अनुमितिः इत्यत्र पक्षता अवच्छेदकव्यापकत्वं साध्यांशे अथवा साध्यप्रतियोगिकसंसर्गांशे वा भासते। ओके, नाम पर्वतत्वव्यापकत्वं वनौ अथवा पर्वतत्वव्यापकत्वं वह्निप्रतियोगिकसंयोगे भासते। यतोक्तं पक्षता अवच्छेदकम् इत्यनेन अत्र पर्वतत्वं तादृशपर्वतत्वव्यापकवह्निप्रतियोगिकसंयोगः अत्र सम्बन्धः। तेन सम्बन्धेन वह्नेः साध्यत्वम् सर्वस्मिन्नपि पर्वते वह्निः अस्ति इति अनुमितिः जायते। एतादृशं ज्ञानम् सर्वोऽपि पर्वतः वह्निमान् इति ज्ञानम्। अस्तु, प्रयत्नं करोमि भवति। ओके, आहत्य पक्षतः अवच्छेदक अवच्छेदेन अनुमितिः इत्यत्र तत्पूर्वं वयं दृष्टवन्तः अवच्छेदक अवच्छेदेन अनुमितिः इत्यत्र पक्षता अवच्छेदकव्यापकत्वं पक्षता अवच्छेदकव्यापकत्वं साध्यांशे अस्ति वा अथवा साध्यप्रतियोगिकसंसर्गांशे भवति वा इति एकस्मिन् भासते। नाम अग्रे उदाहरणं दत्तमस्ति। अस्मिन् ओके, नाम पर्वतत्वव्यापकत्वं वन्नौ अथवा पर्वतत्वव्यापकत्वं वह्निप्रतियोगिकसंयोगे भासते। इदानीम् एतत् अवगच्छामः। तत्र नाम पक्षता अवच्छेदकव्यापकत्वं, पक्षता अवच्छेदकम् इत्युक्ते किम् अस्ति अस्मिन् उदाहरणे? पक्षता अवच्छेदकम् इत्युक्ते पर्वतत्वं खलु। तर्हि पर्वतत्व तर्हि पर्वतत्व अवच्छेदक पर्वतत्वव्यापकत्वं नाम पर्वतत्वं व्याप्यम् अस्ति, अन्य कोऽपि व्यापकः अस्ति खलु। आम्, पर्वतत्वं व्याप्यः अस्ति, व्यापकः अन्य कोऽपि यत् व्यापकः भवेत्। पर्वतत्वव्यापकत्वं वन्नौ इति चेत् व्यापकत्वं वन्नौ, सो वह्नेः व्यापकत्वम् अस्ति इति संयोगः खलु महोदय। भगिनि नाम तत्र अस्तु, पक्षता अवच्छेदकव्यापकत्वम् इति द्वितीय तत्र पक्षता अवच्छेदकव्यापकत्वं साध्यांशे नाम साध्ये अथवा तत्र साध्ये भवेत् इति एकविध। अत्र अस्मिन् उदाहरणे किम् अस्ति? पक्षता अवच्छेदकं नाम पर्वतत्वम्। तर्हि पर्वतत्वव्यापकत्वं अत्र साध्यः कः? साध्यः वह्निः। अतः वह्नौ इति वह्नौके प्रथमतया तत्र साध्यांशे तत्र साध्यांशे इति तत्र केवलं सब्स्टिट्यूट् कुर्मः तत् तत् समीचीनं भवति वा इति प्रथमसोपानं तत्र व्यापकत्वं पक्षतावच्छेदकव्यापकत्वं नाम पर्वतत्वव्यापकत्वं समीचीनं साध्यांशे इत्युक्ते वन् औ इति एकविध अथवा इदानीम् अथवा पर्वतत्वव्यापकत्वं वह्निप्रतियोगिकसंयोगे हा इदानीं तत्र संयोगः संयोगे संयोगे पर्वतत्वव्यापकत्वम् अस्ति इति दृष्टवन्तः खलु पूर्वस्मिन् परिचये नाम पर्वतत्वं कुत्र कुत्र अस्ति सर्वेषु सर्वेषु पर्वतेषु अस्ति अस्ति इदानीम् अस्माकम् इच्छा किम् अस्ति इच्छा का अस्ति सर्वेषु पर्वतेषु वह्निः अस्ति इति खलु इदानीं वह्निः तत्र वह्निः तत्र अनेके पर्वताः इति चिन्तयतु अस्तु अनेके पर्वताः सन्ति पर्वतत्वम् अत्रापि अस्ति अत्रापि अस्ति अत्रापि अस्ति अत्रापि अस्ति अत्र वह्निः अस्ति इति चिन्तनम् अस्माकम् अत्र वह्निः अस्ति अत्रापि वह्निः अस्ति इति चिन्तनं खलु इदानीं वह्निः अस्मिन् पर्वते केन सम्बन्धेन अस्ति संयोगसम्बन्धेन संयोगसम्बन्धे तर्हि वह्निः अस्ति इत्युक्ते वह्निसंयोगः अस्ति इति खलु वह्निसंयोगः नाम यस्मिन् संयोगे वह्निः आदेयः अस्ति वा अथवा अधिकरणमस्ति वा यस्मिन् संयोगे अस्मिन् संयोगे वह्निः आदेयः वा अथवा अधिकरणं वा वह्निः आदेयः आदेयः खलु उपरि अस्ति वह्निः उपरि अस्ति अधोभागे पर्वतः पर्वतः अधिकरणमस्ति पर्वतः अधिकरणम् आदेयः वह्निः आदेयः वयं पूर्वं दृष्टवन्तः नाम यत्र अत्र पूर्वं दृष्टवन्तः अनुयोगी नाम आधारः अधिकरणम् अधिकरणं प्रतियोगी नाम आदेयः आदेयः तर्हि अस्मिन् संयोगे प्रतियोगी कः अस्ति अस्मिन् प्रतियोगी वह्निः हा तथैव तत्र वह्निप्रतियोगिकसंयोगः संयोगे ओके वह्निप्रतियोगिकसंयोगः वह्निप्रतियोगिकसंयोगः हा इति उक्तम् अस्तु तर्हि कीदृशसंयोगः यस्मिन् संयोगे वह्निप्रतियोगिरूपेण प्रतियोगिरूपेण अस्ति सः संयोगः इदानीम् अत्र एतत् उदाहरणमस्ति वह्निप्रतियोगिकसंयोगः इति उदाहरणं संयोगे इति किन्तु कस्य उदाहरणम् एतत् साध्यप्रतियोगिकसंसर्गांशे इति पदस्य उदाहरणं खलु वह्निः प्रतियोगिक सर्गांशपदं नाम वह्निप्रतियोगिकसंयोगः इति पदं संयोगे इति पदं कस्य पदस्य उदाहरणम् साध्यप्रतियोगिकसंसर्गांशे एव इति पदस्य उदाहरणं खलु हा तर्हि तत्र साध्यः किमस्ति अस्मिन् उदाहरणे वह्निः प्रतियोगिका इत्युक्ते किं सर्वत्र वा संयोग न न हा तत्र वयं दृष्टवन्तः संसर्गता तत्र तत्र विशेषणं विशेष्यं यत्र अस्ति तत्र संसर्गता तत्र हा इदानीं विद्याधरी पार्श्वे नास्ति तत्र हा संसर्गता इति विशेषणं केन सम्बन्धेन विशेष्ये अस्ति तत्र संसर्गता इति सम्बन्धस्य ज्ञानम् अतः अतः संसर्गे संसर्गांशे इत्युक्ते सम्बन्धे अत्र संयोगः अतः तत्र अतः भासते नाम व्यापकत्वं वह्नौ अस्ति अथवा व्यापकत्वं संयोगे अस्ति वह्नौ अस्ति अथवा संयोगे अस्ति अतः साध्ये भवेत् साध्ये नास्ति चेत् तत्र संसर्गे नाम सम्बन्धे व्यापकत्वं भवेत् इदानीं व्यापकत्वं कीदृशम् इत्युक्ते अत्र किम् अस्ति तत्र भन्नि तत्र संयोगे व्यापकत्वम् इति उक्तं तर्हि पर्वतत्वव्यापकत्वं संयोगे इति उक्तं तर्हि पर्वतत्वव्यापकत्वम् इत्युक्ते तत्र व्यापकः कः पर्वतत्वव्यापकत्वं संयोगे अस्ति संयोगे अस्ति पर्वतत्वव्यापकत्वं संयोगे अस्ति ओके तर्हि व्यापकः कः संयोगे व्यापकत्वं अस्ति संयोगे व्यापकत्वम् अस्ति पुस्तके पुस्तके पुस्तकत्वम् अस्ति तर्हि व्यापके एव व्यापके एव व्यापकत्वं भवेत् खलु आम् आम् तर्हि संयोगे व्यापकत्वम् अस्ति चेत् संयोगः एव व्यापकः भवति तर्हि संयोगः एव व्यापकः व्याप्यः कः पर्वतत्वं व्याप्यम् तर्हि पर्वतत्वव्यापकः संयोगः नाम पर्वतत्वं व्याप्यं तस्य कृते व्यापकः अस्ति संयोगः पर्वतत्वव्यापकत्वं संयोगः इति पर्वतत्वव्यापकः संयोगः तर्हि एतावत् किम् उक्तं पर्वतत्वव्यापकः वह्निः भवेत् अथवा वह्निप्रतियोगिकसंयोगः भवेत् किन्तु पर्वतत्वव्यापकः कोऽपि अस्ति साध्यम् अस्ति अथवा साध्य येन सम्बन्धेन साध्यः पक्षे अस्ति तस्मिन् सम्बन्धे व्यापकत्वम् अस्ति इति उक्तम् समीचीनं वा भगिनि आम् आम् महोदय फालो अस्तु पुनः पुनः अत्र यद् अस्ति तत्र पठतु तर्हि यथोक्तं पक्षता अवच्छेदकम् इत्यनेन अत्र पर्वतत्वम् आम् तत्पूर्वं वयं दृष्टवन्तः तादृशपर्वतत्वव्यापक वह्निप्रतियोगिकसंयोगः अत्र सम्बन्धः सो सम्बन्धः इत्यस्य विशेषणं तादृशपर्वतव्यापक पूर्वमपि वयं दृष्टवन्तः खलु तादृश पर्वतत्वव्यापकवह्निप्रतियोगिकसंयोगः अत्र सम्बन्धः तर्हि अत्र संयोगस्य विशेषणं विशेषणं अस्ति पर्वतत्वव्यापकम् अनन्तरं वह्निप्रतियोगिक इति आल्सो द्वितीयपि विशेषणं यस्मिन् संयोगे वह्नि प्रतियोगिरूपेण अस्ति इति एतत् पदं वदति एतत् पदं किं वदति पर्वतत्व व्यापकः अस्ति संयोगः तेन सम्बन्धेन वह्नेः साध्यत्वं नाम तादृशसम्बन्धेन तादृशेन सम्बन्धेन वह्निः पर्वते अस्ति इति साधयितुम् इच्छामः सर्वस्मिन् अपि पर्वते वह्निः अस्तु इति अनुमितिः जायते एतादृशं ज्ञानम् ओके सर्वस्मिन् अपि पर्वते वह्निः अस्तु इति अनुमितिः जायते एतादृशं ज्ञानम् सर्वोऽपि पर्वतः वह्निमान् इति ज्ञानम् आम् नाम अत्र किम् इष्टं सर्वेषु पर्वतेषु वह्निः अस्ति अस्ति वह्निः अस्ति अतः तत्र किं भवति अत्रापि तत्र पर्वतत्वम् अस्ति, अत्रापि पर्वतत्वम् अस्ति, अत्रापि पर्वतत्वम् अस्ति, अत्रापि पर्वतत्वम् अस्ति, अत्रापि संयोगः अस्ति, अत्रापि संयोगः अस्ति, अत्रापि संयोगः अस्ति, अत्रापि संयोगः अस्ति, किन्तु वह्निसंयोगः महानसे अपि भवति खलु. तत्र वह्निप्रतियोगिकसंयोगः नाम उपरि वह्निः अस्ति इति एव उक्तम्. अस्मिन् संयोगे वह्निः कुत्रापि अस्ति इति एव उक्तं, किन्तु अधिकरणं न उक्तं. वह्निप्रतियोगिकसम्बन्धः इत्यत्र अनियोगी, अधिकरणं किम् इति न उक्तम्. अतः वह्निः महानसे अस्ति चेदपि तत्र वह्निसंयोगः एतादृशः संयोगः एव. महोदय, वह्निप्रतियोगिकसंयोगः एव अपि अस्ति. अतः तत्र किं भवति, वह्निप्रतियोगिक संयोगस्य क्षेत्रं बृहत् अस्ति, यतो महानसे अपि वर्तते संयोगः. किन्तु पर्वतत्वं केवलम् अत्रैव अस्ति, अतः संयोगस्य क्षेत्रं बृहत्, पर्वतत्वस्य क्षेत्रं न्यूनं, पर्वतत्वं व्याप्यं, संयोगः व्यापकः इति भवति. अतः अत्र अस्मिन् उदाहरणे साध्यांशे वह्नौ व्यापकत्वम् इति न उक्तम्, अस्मिन् उदाहरणे संसर्गांशे सम्बन्धे तत्र व्यापकत्वम् अस्ति. अतः कुत्रचित् साध्ये एव व्यापकत्वं भवेत्, कुत्रचित् सम्बन्धे व्यापकत्वं भवति, तावदेव. अस्तु, समीचीनं भगिनि. अस्तु, तर्हि अग्रे सरामः. तर्हि तत्र चन्द्रमती भगिनी अग्रे पठति वा? चन्द्रमती भगिनी, अस्तु. तर्हि नीता भगिनी अग्रे पठति वा? पक्षता अवच्छेदकसमानाधिगण्येन अनुमतिः इत्यत्र पक्षता अवच्छेदकसमानाधिकरण्यम् अत्र पक्षता अवच्छेदकसमानाधिकरण्यमात्रं सम्बन्धे भासते, व्यापकत्वं न भासते. क्वचिदेव पर्वते वह्निः अस्ति इति, सर्वस्मिन् पर्वते, सर्वस्मिन्नपि पर्वते वह्निः अस्ति इति न. केषुचित् वह्निः अस्ति इति ज्ञानं चेत् अपि तत्र पक्षतावच्छेदकसामानाधिकरणेन वह्निः अनुमितिः इति भवति. द्वित्रेषु पर्वतेषु एव वह्निः अस्ति इत्यपि ज्ञानं पक्षतावच्छेदकसामानाधिकरणेन वन्यवगाहि अनुमितिः. वन्नौ अवगाहि, वन्नौ अवगाहि, वन्नि अवगाहि, वन्नि अवगाहि, वन्यवगाहि. हा हा, वन्नि अवगाहि, क्षम्यतां, वन्नि अवगाहि अनुमितिः. अत्र सामानाधिकरण्यं कयोः, पक्षता अवच्छेदकेन सह वन्नेः अथवा वह्नि प्रतियोगिसंयोगस्य, नाम पर्वतत्ववन्योः अथवा पर्वतत्ववह्निसंयोगयोः समानाधिकरण्यं भवति. अधुना पक्षता अवच्छेदकसामानाधिकरणेन अनुमतिः. अत्र अनुमितिद्वयं, तत्र प्रथमं तु पक्षता अवच्छेदक अवच्छेदेन वयं दृष्टवन्तः. अधुना पक्षता अवच्छेदे अवच्छेदकसामानाधिकरणेन अनुमिति, तत्र पक्षता अवच्छेदकसामानीकरणेन साध्यम् इति. अधुना पक्षता अवच्छेदकसामानाधिकरण्यमात्रं सम्बन्धे भासते. सम्बन्धे हा तत्र पक्षत अवच्छेदक अवच्छेदेन इति नास्ति, केवलं सामानादिकरण्यम् इति एव अस्ति. तत्र व्यापकत्वं न भासते. इत्युक्ते आचार्य तत्र केषुचित् पर्वतेषु तत् भाव खलु नाम पूर्वं किम् आसीत्, पूर्वम् अस्माभिः किम् इष्टं, सर्वेषु पर्वतेषु वह्निः अस्ति इति इष्टं खलु. अत्र अपि सर्वेषु पर्वतेषु पर्वतत्वम् अस्ति, सर्वेषु पर्वतेषु पर्वतत्वम् अस्ति, अपि संयोगः वह्निसंयोगः अपि सर्वत्र भवति इति अस्माकम् इच्छा. तर्हि वह्निसंयोगः अपि सर्वत्र अस्ति इति इच्छा. वह्निसंयोगः अन्यत्र अपि भवितुमर्हति, यतोहि एतदस्ति, एषः संयोगः अस्ति वह्निप्रतियोगिकसंयोगः, नाम वह्नि अस्ति किन्तु वह्नि कुत्र अस्ति इति न उक्तम्, नाम अधिकरणं न उक्तम्. अतः वह्निसंयोगः व्यापकः अस्ति, पर्वतत्वं व्याप्यमस्ति. किन्तु इदानीम् अस्माभिः किम् इष्टं, तत्र कुत्रचित् एव केषुचित् पर्वतेषु वह्निः अस्ति, केषु सर्वत्र अस्ति इति न इष्टम् इति न जानीमः, किन्तु कुत्रचित् केषुचित् पर्वतेषु अस्ति इति वक्तुम् इच्छामः, साधयितुम् इच्छामः. तर्हि तत्र वह्निसंयोगः अपि पर्वतत्वं तयोः मध्ये तत्र व्याप्य व्यापकः भावः भवितुमर्हति वा? यत्र केवलं केषुचित् पर्वतेषु वह्निः अस्ति इति तदा किं भवति, पर्वतत्वं सर्वेषु पर्वतेषु अस्ति किन्तु वह्निः कुत्रचिदेव अस्ति वह्निः, तर्हि तत्र पर्वतत्वं व्याप्यम् अपि संयोगः व्यापकः इति न वक्तुं शक्नुमः इति न भवति. अतः तत्र किं वदामः, सामानादिकरण्यम् इति वदामः. तर्हि तस्य अर्थः कः नाम, व्याप्तिः नास्ति, व्यापकत्वं नास्ति, किन्तु सामानादिकरण्यं भासते इति. एतत् अग्रिमसप्ताहे कुर्मः. अतः तत्र किन्तु व्यापकत्वं न भासते इति स्पष्टता भवेत्. कुत्रचिदेव क्वचिदेव पर्वते वह्निः अस्ति इति चिन्तनम् अस्ति चेत् व्यापकत्वं तत्र निश्चयेन नास्ति. पर्वतत्वस्य क्षेत्रं बृहत् भवति, अपि तत्र वह्निसंयोगस्य क्षेत्रं कीदृशम् इति अग्रिमे सप्ताहे पश्यामः, किन्तु व्यापकत्वं तु निश्चयेन नास्ति अत्र इति अस्ति. अस्तु, समीचीनं. अस्तु, तर्हि तत्र पुनःस्मरणमपि जातम्, एतद् सन्तोषजनकमस्ति मम कृते, यतोहि तत्र वर्गः नास्ति चेत् अस्माकं मनसि तत्र विस्मरणं जायते, अतः चिन्ता मास्तु, किन्तु इदानीं पुनःस्मरणं कृतम् एव. अस्तु, तर्हि अत्र एव विरमामः, अग्रिमे सप्ताहे मिलामः. तर्हि धन्यवादाः, नमस्कारः, अग्रिमे मिलामः. नमस्कारः, धन्यवादः महोदय, नमस्कारः, धन्यवादः, नमस्कारः, धन्यवादः.